ॐ शुक्लां भरदनं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवम् उपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरि ओम्। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। एतावत् भगिनी नमस्कारः। भगिनी नमस्कारः। इदानीं श्रूयते भगिनी। एतावत् वयं सङ्ख्या इति विषये पठितवन्तः। इदानीं नूतन अध्यायः तत्र विषयः भवति पूर्णप्रत्ययान्ताः इति। तत्र सङ्ख्या भिन्नम् अपि एते भिन्नं। तत्र वेदः कः इत्युक्ते तत्र वयं जानीमः एकं द्वे त्रीणि चत्वारि इति ते तु सङ्ख्याः। किन्तु अत्र विषयः कः इत्युक्ते तत्र प्रथमः द्वितीयः तृतीयः चतुर्थः इति यत्र क्रमः अस्ति। सङ्ख्या कुत्र वर्तते? यत्र तत्र जनाः सन्ति। कति जनाः सन्ति इति प्रश्ने सति उत्तरं किं भवति? सङ्ख्या खलु। तत्र चत्वारः जनाः सन्ति अथवा पञ्चजनाः सन्ति, दशजनाः सन्ति अथवा शतजनाः सन्ति इति। किन्तु यदि जनाः तत्र पङ्क्तौ स्थितवन्तः, इदानीं तत्र प्रश्नः उदेति, तत्र कः प्रथमः अस्ति, कः द्वितीयः अस्ति, कः तृतीयः अस्ति इति। अतः तत्र रूपं भवति, तत्र रूपस्य नाम अस्ति पूर्णप्रत्ययान्ताः इति। तत्र प्रत्ययस्य नाम पूर्णप्रत्ययान्ता इति अस्ति। अतः तत्र नूतनविषयः अस्माकम् इदानीं पुटसङ्ख्या अस्ति तत्र 71 इति। अस्तु, प्रिया भगिनी नमस्कारः। ललिता भगिनी नमस्कारः। नमस्कारः भगिनी। ललिता भगिनी नमस्कारः। अस्तु, अतः तत्र पुटसङ्ख्या अस्ति पुटसङ्ख्या अस्ति 71। तत्र नरेश् महोदय तत्र कोष्टके यदस्ति तत् एकवारं पठति वा महोदय तत्र? आं महोदय। पठत अवगच्छत च पूरं प्रत्ययान्तः संख्या एकं, पुल्लिङ्गे प्रथमः, स्त्रीलिङ्गे प्रथमा, नपुंसकलिङ्गे प्रथमम्। तत्र कविः अस्ति चेत् तत्र अनेके कवयः सन्ति। प्रथमः कविः इति रूपं भवति। त्रयः कवयः सन्ति, प्रथमः कविः, द्वितीयः कविः, तृतीयः कविः। इदानीं तत्र महिलाः सन्ति, तत्र किं भवति? प्रथमा कवि न, इदानीं महिलाः सन्ति, तिस्रः महिलाः सन्ति। प्रथमा महिला, द्वितीया महिला, तृतीया महिला इति। अपि तत्र पुस्तकत्रयं भवति इति चिन्तयतु, तत्र किं भवति? प्रथमं पुस्तकं, द्वितीयं पुस्तकं, तृतीयं पुस्तकम् इति। अतः तत्र प्रथमः प्रथमा, प्रथमं, द्वितीयः द्वितीया द्वितीयं, तृतीयः तृतीया तृतीयम् इति। अस्तु, इदानीं तत्र वेदा भगिनी अग्रे तत्र चतुर्थः इति एकवारं पठतु। तत्र चतुर्थः चतुर्थः चतुर्थी चतुर्थं, पञ्चमः पञ्चमं, षष्ठः षष्ठी षष्ठं षष्ठम्। इदानीं तत्र चतुर्थः पुरुषः, समीचीनं। चतुर्थः पुरुषः, चतुर्थी महिला, चतुर्थं पुष्पं, चतुर्थं पुष्पं, समीचीनम्। इदानीं तत्र चतुर्थः पुरुषः अस्ति, इदानीं तत्र तस्य नाम किम् इति भवती प्रष्टुमिच्छति, तदानीं प्रश्नः किं भवति? अहं पृच्छामि, चतुर्थः पुरुषः किम् अस्ति? न न, तस्य तस्य नाम किम् अस्ति, तस्य नाम किम् इति प्रश्नः। चतुर्थः पुरुषस्य नाम किम्? हा, किन्तु चतुर्थः इति किं भवति? तत्र चतुर्थः, चतुर्थी, चतुर्थम् अस्ति चेत् विशेषणविशेषभावः अस्ति खलु, अतः पुरुषः विशेष्यं, चतुर्थः विशेषणम्। इदानीं प्रश्नः कः? चतुर्थस्य पुरुषस्य नाम किं वा? हा, समीचीनं भगिनि, तदेव अस्ति। हा, चतुर्थस्य पुरुषस्य नाम किम्? इदानीं तदेव, तत्र चतुर्थी महिलाः सन्ति, तत्र चतुर्थी महिला अस्ति, इदानीं तस्याः नाम किम् इति भवती प्रष्टुमिच्छति। इदानीं प्रश्नः कः? तस्याः चतुर्थ्याः महिलायाः नाम किम्? समीचीनं। हा, इदानीं तत्र पुनः तत्र चतुर्थं पुस्तकम् अस्ति, चतुर्थस्य चतुर्थस्य पुष्पस्य किं भवति, रूपं किम्? रूपं किम्? और गुण रूपं किं? नाम किं? नाम किं? मूल्यं किम्? हा, मूल्यं किं? समीचीनं भगिनि, अस्तु, उत्तमम् अस्तु। इदानीं लक्ष्मी भगिनी, इदानीं तत्र पञ्चमः इति तत्र एकवारं वदतु, तत्र पञ्चमः बालकः अस्ति, इदानीं प्रश्नः कः? लक्ष्मी भगिनी, उच्चैः उच्चैः उच्चैः वदतु भगिनि। इदानीं न श्रूयते भगिनि। अस्तु, किञ्चित् अनन्तरं वदतु भगिनि। अस्तु, प्रिया भगिनी, इदानीं तत्र पञ्चमः बालकः अस्ति, प्रश्नः कः भवति? तस्य नाम किम् इति, अतः तत्र पञ्चमस्य बालकस्य नाम किम्? हा, इदानीं तत्र पञ्चमी, तत्र अनेकाः महिलाः सन्ति, किन्तु भवती तत्र पञ्चमी महिला या अस्ति तां पश्यति भवती, अथवा तां वदति, तां वदति इति चिन्तयतु, अतः तत्र महिलां पृच्छामि। हा, इति भवति, समीचीनं। हा, पुनः तत्र पञ्चमं पुस्तकमस्ति, तत्र तस्मिन् पुस्तके कति पुटानि सन्ति इति प्रश्नः। पञ्चमं पुस्तकमस्ति, तस्मिन् पुस्तके कति पुटानि सन्ति इति। परन्तु अत्र पुटानि एव, पञ्चमे पुस्तके कति पुटानि सन्ति? हा, इति समीचीनं भगिनि, हा, समीचीनं। हा, तत्र पुटानि तु तत्र सङ्ख्या भवति, हा, अत्र तु पूर्णप्रत्ययान्तः। समीचीनं भगिनि, अस्तु, इदानीम् अग्रे गीताञ्जलिभगिनि नमस्कारः। ललिता भगिनी, इदानीं तत्र षष्ठः इति एकवारं वदतु, तत्र षष्ठः अपि सप्तमः रूपं किं किम् अस्ति? षष्ठः, षष्टी, षष्टम्। अपि सप्तमः? सप्तमः, सप्तमः, सप्तमी, सप्तमम्। सप्तमं, हा, इदानीं तत्र षष्टी इति तिथिः अस्ति इति चिन्तयतु, तस्यां तिथ्यां भवति किं करोति इति भवति कामपि पृच्छति, किन्तु तत्र तिथिः अस्ति षष्टि। इदानीं प्रश्नः किं भवति, प्रश्नः कः भवति? षष्टि, षष्टिः, षष्टि इति विशेषणं भवति, तिथिः इति वदति, षष्टि तिथ्यां, तिथ्याम् इति विभक्ति का? तिथ्यां सप्तमी। हा, अति अतः षष्ठी इति तत्र षष्ठी अपि षष्ट्यां, षष्ट्यां, हा, षष्ट्यां, तिथ्यां, हा, भवति व्रतम् आचरामि, आचरामि इति, समीचीनं भगिनि। हा, अस्तु, इदानीं तत्र षष्ठं पुस्तकम् अस्ति, इदानीं तत्र तस्मिन् पुस्तके विषयः कः इति भवती प्रष्टुमिच्छति, अतः प्रश्नः कः? षष्ठे पुस्तके कः विषयः कः विषयः अस्ति अस्ति उत्तरं ददा हा इति प्रश्नः इति समीचीनं भगिनि अस्तु समीचीनं हा उत्तमम् अस्तु अग्रे हा अग्रे तत्र गीताञ्जलि भगिनि इदानीं सप्तमः इति रूपाणि वदति वा भगिनि नमस्ते महोदय नमस्कारः भगिनि सुभदा भगिनि नमस्कारः वंशीसुधा भगिनि नमस्कारः पुटसङ्ख्या अस्ति 71 नमस्ते महोदय नमस्ते भगिनि नमस्ते 71 पुटसङ्ख्या हा अस्तु गीताञ्जलि भगिनि इदानीं सप्तमः इति सप्तमः इत्युक्ते सप्तमं बालकं पश्यामि हा तत्र बालकाः सन्ति सप्तमं बालकं पश्यामि अस्तु सप्तमी इति सप्तमी अस्ति चेत् इदानीं तत्र महिलाः सन्ति अस्तु सप्तमीं महिलां पश्यामि अस्तु इदानीं तत्र महिलाय तत्र भवती किमपि तत्र पुस्तकं दातुम् इच्छति इदानीं तत्र विभक्ति का अस्तु महिलायै अस्ति हा इदानीं तत्र चतुर्थी तत्र न तत्र किं सप्तमी हा नदीवत् अस्ति नद्यै सप्तम्यै महिलायै पुस्तकं ददामि समीचीनं हा अस्तु भगिनि अपि सप्तमम् इति नपुंसकलिङ्गे नपुंसकलिङ्गम् अस्ति चेत् इदानीं तत्र सप्तमं पुस्तकम् इति तत्र विशेषणम् अस्ति अस्तु इदानीं तत्र किं कुर्मः तत्र षष्टि तत्र कस्य पुस्तकम् इति पृच्छतु अस्तु अस्तु सप्तमस्य पुस्तकस्य नाम किम् अथवा अस्तु अस्तु नाम किं समीचीनं हा कस्य पुस्तकमिति मास्तु अस्तु तत्र सप्तमस्य पुस्तकस्य नाम किं समीचीनं भगिनि षष्टिः उपयोगः समीचीनम् अस्तु शुभदा भगिनी इदानीं तत्र महोदय इदानीं श्रूयते भगिनि अस्तु लक्ष्मी भगिनि अस्तु इदानीं श्रूयते अस्तु भवती करोतु तत्र अष्टमः इति एकनिमिष भगिनि शुभदा भगिनी लक्ष्मी भगिनी तत्र पूर्वं न तत्र क्लेशः आसीत् अस्तु लक्ष्मी भगिनी इदानीम् अष्टमः इति रूपाणि वदतु एकवारम् अष्टमः पुरुषस्य नाम किम् अष्टमस्य खलु पुरुषस्य नाम किम् अष्टमस्य पुरुषस्य नाम किम् अपि पुनः तत्र अष्टमी इदानीं तत्र तिथिः इति स्वीकरोतु तस्यां तिथ्यां तत्र तिथ्यां भवती किं करोति इति अष्टम्यां तिथ्यां कृष्ण न भवती प्रश्नमेव पृच्छतु तत्र उत्तरं मास्तु केवलं तत्र अष्टम्यां तिथ्यां भवान् किं करोति भवती किं करोति समीचीनम् अष्टमं पुस्तकम् इति तत्र अष्टमं पुस्तकम् इदानीं षष्टि उपयोगं करोतु अष्टमस्य पुस्तकस्य नाम किम् नाम किम् इति समीचीनम् अस्तु शुभदा भगिनी इदानीं नवमः तत्र नवमः इति तत्र प्रथमतया प्रथमविभक्तौ एव वदतु तत्र नवमः बालकः नवमः बालकः नवमी बालिका नवमं गृहं पुस्तकं पुष्पम् इति इदानीं तत्र नवमः बालकः अस्ति तस्मै भवती तत्र पुस्तकं दातुम् इच्छति इदानीं वाक्यं किं भवति नवमाय बालकाय पुस्तकं ददामि इदानीं तदेव तत्र नवमी बालिका अस्ति तस्यै पुस्तकं ददामि नवम्यै बालिकायै पुस्तकं ददामि इदानीं तत्र नवमं इदानीं तत्र तस्य नाम किम् इति पुस्तकस्य नाम किम् पुस्तकस्य नाम किम्? नाम किम् इति. अतः तत्र विशेषणविशेष्यभावः अस्ति इति तावदेव तत्र स्थापितं. हा अस्तु, इदानीं वंशीश्वरभगिनी दशमः इति. आं महोदय, तत्र वाक्यं तदेव वक्तव्यं वा? न न, यत्किमपि यत्किमपि वाक्यं तत्र आरल्यार्थम् अहम् उक्तवान्, किन्तु भवत्याः वाक्यमेव समीचीनं. हा अस्तु, दशमः, दशमी, दशमम् इति अस्ति. दशमः पुल्लिङ्गः, दशमी इति स्त्रीलिङ्गशब्दः अस्ति, दशमम् इति नपुंसकलिङ्गमस्ति. कस्य उपयोगं करणीयं महोदय? तत्र कामपि विभक्तिम् उपयुज्य. ओ अस्तु, कृष्णस्य दशमस्य न, कृष्णस्य दशमस्य अवतारः कल्किः इति भविष्यति. दशमस्य भवति वा विष्णोः? कृष्णः, कृष्णः इति कृष्णोः किमर्थं महोदय? न न, विष्णोः न, विष्णोः ओ विष्णु, अस्तु अस्तु, अहं तु विष्णोः अवतारः, अहं तु विष्णु इति उक्तवती. विष्णोः दशमस्य अवतारस्य नाम किम्? समीचीनं. दशम्यां दशम्यां दशम्याम् अनन्तरम् एकादशी वर्तते. दशम्याम् अनन्तरं दशमी, दशम्याः अनन्तरं दशमी इति अस्ति. दशम्याः अनन्तरं शतस्य अनन्तरं, दशम्याः अनन्तरं, हा समीचीनं, दशम्याः अनन्तरम् एकादशी वर्तते. एकादशी, एकादशी वर्तते, अस्तु. हा दश दशमं दशमं करपत्रे वयं स्मः. दशमे, दशमे, दशमे दशम करपत्रम् इति नपुंसकः, दशमे करपत्रे वयं स्मः. हा दशमे करपत्रे वयं स्मः, समीचीनं भगिनि. हा अस्तु, समीचीनम्. इदानीं तत्र स्थापितं किम् अस्ति इत्युक्ते तत्र संख्या भिन्ना, एषः विषयः भिन्नः, नाम तत्र जनाः सन्ति, तत्र समूहः अस्ति चेत् तत्र समूहः, तत्र वयं दृष्टवन्तः च इति अस्ति चेत् तत्र पूर्वं समूहः भवति. समूहे समूहस्य विषये प्रश्नद्वयं भवति, तत्र समूहे कति सदस्याः सन्ति इति प्रथमः विषयः. द्वितीयविषयः तत्र समूहः अस्ति चेत् किं भवति, विषयः कः भवति, नाम प्रथमसदस्यः कः, द्वितीयः सदस्यः कः, तृतीयः सदस्यः कः इति. अतः तत्र पङ्क्ति यत्र भवति तत्र प्रथमः, द्वितीयः, तृतीयः, चतुर्थः इति विषयः भवति. किन्तु केवलं समूहः अस्ति, पङ्क्तौ समूहः नास्ति, केवलं समूहः अस्ति चेत् तत्र कति इति प्रश्ने सति तत्र सङ्ख्या इति उत्तरं भवति इति वार्ता. अस्तु, इदानीं तत्र महोदय एकः प्रश्नः वदतु भगिनि. भवान् इदानीमेव उक्तवान् सङ्ख्या एव उत्तरम् अवश्यं आवश्यकं चेत् प्रश्नः किं भवति, यतः कति कति कति इति यतः अहम् उत्तरं वदामि. प्रथमः बालकः अस्ति. इदानीं प्रथमः इति उत्तरम् अवश्यं चेत् कति बालकः अस्ति? न न, कः कः बालकः इति एव. ओ कः, अस्तु, कः एव, कः एव, तत्र कः बालकः, प्रथमः बालकः एतत् करोति. अस्तु अस्तु अस्तु, अवगतम्. हा यतोहि तत्र अथवा तत्र विशेषणम् इति स्वीकृत्य तत्र कीदृशः अपि तत्र प्रश्नः भवितुम् अर्हति खलु. अस्तु अस्तु, यतोहि तत्र बालकः कीदृशः बालकः, प्रथमः बालकः, यतोहि प्रथमः इति विशेषणम् अस्ति बालकः इति पदस्य. अस्तु अस्तु महोदय, अतः साधारणतया प्रायशः कः इति एव, नो चेत् कीदृशः. तत्र कति इति यत्र भवति तत्र उत्तरं भवति सङ्ख्या. अस्तु, सर्वदा तु विशेषणमेव भवति न महोदय, यतः तत्र यदि सङ्ख्यावाचकशब्दः अस्ति चेत् एव तत्र सङ्ख्या न न न, तत्र सङ्ख्या तु तत्र कति जनाः सन्ति, कति सदस्याः सन्ति इति संख्या भवति, तत्र तु हा तत्र संख्या भवति सर्वदा विशेषणरूपेण भवति न दशमस्य पुत्रस्य नाम किं? हा सत्यं सत्यम्, अतः तत्र एतस्य नाम भिन्नमस्ति, नाम पूर्णप्रत्ययान्तः इति वदामः खलु, पूर्णप्रत्ययान्तः। महोदय एकः अन्यः, वेदभगिनी प्रेषितवती वा तत् करपत्रं शुद्धकौमुद्यां? का प्रेषितवती, भवान् प्रेषितवान् वा सर्व तत्र? हा तत्र सङ्ख्या इति विषये अहं तत्र स्केन् कृतवान्, किन्तु तत्र इड्लि इति विषये तत्र काव्यं यत् अस्ति तद् वेदभगिनी प्रेषितवती। ओ सङ्ख्याविषये भवान् प्रेषितवान्? एकवारं पठामि महोदय, उत्तम उत्तमम् अस्ति, एकवारं कक्षायां पठामः वा? अस्तु भगिनि अस्तु, पठामः अस्तु, कक्षायां भवति चेत् कुर्मः, नो चेत् न न अद्य मास्तु, किन्तु प्रायशः तत्र अग्रिमे वर्गे अथवा तत्र एतम् अध्यायं कृत्वा समाप्य तदनन्तरं कुर्मः भगिनि। हा यतोहि बहवः विषयाः सन्ति, तस्य चर्चां यदि कुर्मः चेत्। अस्तु भगिनि अस्तु अस्तु अस्तु अस्तु भगिनि कुर्मः। हा समीचीनम् अस्तु, अतः तत्र अग्रे इदानीं तत्र प्रथमविषये तत्र विशेषणम् इति तत् स्थापितं, विषयः स्थापितः। इदानीं तत्र विशेषणमस्ति चेत् तत्र विभक्तिरूपाणि कर्तुं सुलभः अस्ति वा अथवा क्लेशः अस्ति वा इति अपि चिन्तनीयमस्ति। तत्र पश्यतु, तत्र पुल्लिङ्गे कीदृशविशेषणं भवति, तत्र प्रथमः, द्वितीयः, त्रयोदशः, चतुर्दशः, पञ्चदशः इति सर्वं कीदृशम् अकारान्त पुल्लिङ्गपदम्, अतः क्लेशः नास्ति। इदानीं तत्र स्त्रीलिङ्गे किं भवति, रूपं कीदृशं भवति? ईकारान्त, हा ईकारान्त अथवा आकारान्त, तत्र अपि क्लेशः नास्ति। अपि नपुंसकलिङ्गे सर्वदा अकारान्त एव, अतः तत्रापि क्लेशः नास्ति। अतः तत्र विभक्तिरूपाणि सुलभतया वयं कर्तुं शक्नुमः। इदानीं केवलं तत्र मनसि स्थापितं भवेत् इति चिन्तनात् तत्र एकवारं तत्र पठामः, तत्र पञ्च पञ्च इति स्वीकृत्य पठामः। एतावत् तत्र दशमः इति तावत् कृतवन्तः, इदानीं तत्र अग्रे अपि किञ्चित् पठामः। तत्र उषा भगिनी तत्र एकादशः इति ततः तत्र पञ्चदशपर्यन्तम् एकवारं पठतु भगिनि। क्षम्यतां महोदय, एकः प्रश्नः, तत्र पूर्णप्रत्ययान्ताः किमर्थम् पूर्णप्रत्यय केवलं प्रत्ययस्य नाम भगिनि तत्र? हा अस्य उपरि तत्र पूर्ण इति तत्र किमर्थं तादृश तद् नाम तत्र अस्ति इति कारणं न जानामि। हा परन्तु तत्र प्रत्ययः तु सामान्यप्रत्ययः अस्ति न, तत्र किमर्थं तत्र एतादृशः वाक्यं कृतं न जानामि भगिनि। हा तत्र प्रत्ययस्य नाम किमर्थम् एतदस्ति इति न जानामि। हा मधु महोदय नमस्कारः, वयं तत्र पुटसङ्ख्या अस्ति 71 अस्तु महोदय। हा तत्र 71 इति इदानीं वदामः, तदनन्तरं तत्र किं वदामः वयम् अग्रे गत्वा, तत्र किं वदामः 71st पेज् इति तत्र अस्तु अग्रे कुर्मः इदानीं। हा इति समीचीनं, हा समीचीनं समीचीनम् अस्तु। इदानीम् एकवारं तत्र साधारणरूपाणि पठामः अस्तु उषा भगिनि। एकादशः पुंलिङ्गे, एकादशी स्त्रीलिङ्गे, एकादशं नपुंसकलिङ्गं, द्वादशः द्वादशी द्वादशं, त्रयोदशः त्रयोदशी त्रयोदशं, चतुर्दशः चतुर्दशी चतुर्दशं, पञ्चदशः पञ्चदशी पञ्चदशं। हा इदानीं तत्र कुत्र कुत्र स्त्रीलिङ्गे ईकारः भवति अपि आकारः भवति? प्रथमा द्वितीया तृतीया आकारान्त भवति, चतुर्थी चतुर्थः चतुर्थितः द्विं त्रयोदशि चतुर्दशि पञ्चदशि अष्टादशि नवदशि नवदशीपर्यन्तम् ईकारान्त भवति महोदय. नवदशि शततमी अपि ईकारान्त एव अस्ति खलु? शततमी परन्तु विंशतितमी इति दत्तं तत्र ईकारान्त शततमी पर्यन्तम् ईकारान्त स्त्रीलिङ्ग ईकारान्त एव अस्ति खलु महोदय? हा तत्र शी इति नास्ति किन्तु ई इति तु अस्ति खलु? हा ईकारान्त. अतः तत्र केवलं प्रथमा द्वितीया तृतीया तत्र आकारान्त, तदनन्तरं सर्वत्र ईकारान्त एव नदीवत्. अस्तु पुनः तत्र पञ्चदश तावत् कृतवन्तः, इदानीं षोडशतः विंशतितमः पर्यन्तं तत्र नरेश महोदय एकवारं पठति वा तत्र? आं महोदय. षोडशः षोडशी षोडशम् सप्तदशः सप्तदशी सप्तदशम् अष्टादशः अष्टादशी अष्टादशम् नवदशः नवदशी नवदशम् विंशतितमः विंशतितमी विंशतितमम्. हा इदानीं तत्र प्रथमः द्वितीयः तृतीयः तत्र तु तत्र अन्ते मकारः मह अस्ति, यः अस्ति, तः अस्ति, षष्ठः तत्र टकारः अस्ति, किन्तु साधारणतया मह इति तत्र मह अपि, तदनन्तरं तत्र त्रिंशत्तमः चत्वारिंशत्तमः तमः इति आधिक्येन दृश्यते, किन्तु मध्ये तत्र एकादशः तः नवदशपर्यन्तं तत्र तः इति नास्ति, तम इति नास्ति, केवलम् एकादशः एव, द्वादशः एव, द्वादशी एव, द्वादशम् एव इति अस्ति, तत्र तमः न दृश्यते. तत्र द्वादशः इति तत्र पूर्णप्रत्ययान्तः अस्ति, तत्र सङ्ख्या का अस्ति तत्र? द्वादश. हा द्वादश, द्वादश इति सङ्ख्या, द्वादशः इति पूर्णप्रत्ययान्तः. चतुर्दश चतुर्दशः इति, अतः तत्र पूर्णप्रत्ययान्तस्य रूपं तत्र दश एकादशतः नवदशपर्यन्तं तत्र किञ्चित् भिन्नं, तदनन्तरं तम तम तम इति दत्तमस्ति, तत्रापि विकल्पः अस्ति, किन्तु इदानीं मास्तु, तत्र एतद् एव रूपं मनसि स्थापयतु, तदनन्तरं विकल्पः कः इति पश्यामः. अस्तु इदानीं तत्र विंशतितम इति कृतवन्तः, इदानीं तत्र त्रिंशत्. हा भगिनि वदतु भगिनि. क्षम्यताम् एकः प्रश्नः तत्र, यथा भवान् अधुना उक्तवन्तः नवदशः अपि च किमपि दशः अस्ति पञ्चदशः, प्रातिपदिकं तु पञ्चदश एव. न प्रातिपदिकं किञ्चित् भिन्नम् अस्ति भगिनि, किन्तु इदानीं मास्तु, तत्र सङ्ख्या अस्ति चेत् तत्र अत्र नवदशः इति अस्ति, तत्र सङ्ख्या भवति चेत् रूपं किं भवति नवदशः इति? सङ्ख्या अस्ति चेत् इत्युक्ते नवदशः अपि महोदय, किमर्थं सङ्ख्या सर्वदा विशेषण अस्ति? विशेषणम् अस्ति हा, तत्र चेत् नवदशः एव भवति. हा किन्तु तत्र वार्ता का इत्युक्ते तत्र तम इति नास्ति अत्र, तावदेव. एकादशः इति एव अस्ति, एकादशतम इति नास्ति इति, तावदेव तावदेव भगिनि तावदेव. हा अन्यत् किमपि तत्र न इष्टवान् तत्र, केवलं तत्र एकादशः इति एव अस्ति, एकादशतमः इति नास्ति. परन्तु सङ्ख्या तु एकादश अस्ति, न तु एकादश. हा सङ्ख्या तु एकादश अस्ति, किन्तु सङ्ख्या तु सर्वदा विशेषणमस्ति न महोदय? विशेषणं किन्तु वयं किं दृष्टवन्तः भगिनि सङ्ख्या इति विषये? तत्र रूपभेदः न भवति खलु, तत्र एकादश इति एव भवति खलु? आं महोदय, इत्युक्ते नाम तत्र कति पुरुषाः सन्ति? दशपुरुषाः सन्ति, दशमहिलाः सन्ति, दश पुस्तकानि सन्ति। अस्तु अस्तु, तत् पदं विसर्ग नास्ति एव। हा, अतः तत्र एकादश इति एव भवति, न तु एकादशः इति खलु। हा, किन्तु अपि तम इति नास्ति, तम इति नास्ति। अग्रे तु तत्र तम, तमी, तमम् इति एव भवति इति। अस्तु, तत्र केवलम् एकवारं तत्र मनसि स्थापितं भवेत् इति। तत्र वेदभगिनी अग्रे तत्र त्रिंशत्तमः इति, ततः तत्र विंशतितमः वा? अस्तु, विंशतितमः, ततः तत्र किं षष्टितमः पर्यन्तं पठतु भगिनि एकवारं। विंशतितमः, विंशतितमी, विंशतितमं, त्रिंशत्तमः, त्रिंशत्तमी, त्रिंशत्तमी, त्रिंशत्तमं, चत्वारिंशत्तमः, चत्वारिंशत्तमी, चत्वारिंशत्तमं, पञ्चाशत्तमः, पञ्चाशत्तमी, पञ्चाशत्तमं, षष्टितमः, षष्टितमी, षष्टितमं, विंशतितमः, तत्र विंशतितमः इत्तमः न तत्र, बट् त्रिंशत् आन्वर्ड्स् त्रिंशत्तमः, चत्वारि। हा, यतोहि भगिनी तत्र त्रिंशत् इति अस्ति तत्र खलु, अतः त्रिंशत्, त्रिंशत् योगः तमः, त्रिंशत् तमः, तत्र तकारस्य द्वित्वं। सत्यं, षष्टितमः, षष्टितमी, षष्टितमं, सप्ततितमः, सप्ततितमी, सप्ततितमम्, अशीतितमः, अशीतितमी, अशीतितमं, नवतितमः, नवतितमी, नवतितमं, शततमः, शततमी, शततमं। इति अस्तु, समीचीनं, धन्यवादः भगिनी। हा, अस्तु, अतः तत्र एकवारं वयं सर्वे श्रुतवन्तः, इदानीं तत्र एतत् कुर्मः, तत्र कस् तत्र इदानीं तत्र पुटसङ्ख्या तत्र अस्तु, एतत् कुर्मः, तत्र कोऽपि पुटसङ्ख्या वदति, अपि तत्र तस्मिन् पुटे इति तत्र उत्तरं भवति। तत्र तत्र सङ्ख्या सर्वे स्मरन्ति वा? तत्र चत्वारिंशत् इति सङ्ख्या भवति चेत् तत्र चत्वारिंशत्तमे पुटे इति तादृशम् अभ्यासं कुर्मः। तत्र कस्मिन् पुटे? चत्वारिंशत् तमे पुटे इति सङ्ख्या दातव्यम्, अपि उत्तरं किं भवति? तस्मिन् पुटे इति। अस्तु, इदानीं तत्र कुर्मः। अस्तु, तत्र प्रिया भगिनी, तत्र किं द्वात्रिंशत् इति? स्वयं वदामि वा? हा, भवती वदतु, तत्र तस्मिन्, तत्र तमे पुटे इति वदतु। द्वात्रिंशत् तमे पुटे, तावदेव, द्वात्रिंशत्, द्वात्रिंशत् तमे पुटे। हा, तत्र किम् अस्ति इति, केवलं सरलवाक्यं, किम् अस्ति, किमस्ति द्वात्रिंशत्तमे पुटे, किम् अस्ति इति प्रश्नः। अस्तु, इदानीं भवती अन्यं पृच्छतु, सङ्ख्या ददतु। अस्तु, गीताञ्जलिभगिनी, भवती करोतु द्वाशीति। धन्यवादः भगिनि। द्वाशीतितमे पुटे, अपि च पुल्लिङ्गमस्ति चेत् द्वाशी, न तत्र एकं सरलं वाक्यं वदतु भगिनि, तत्र द्वाशीतितमे पुटे किं फलस्य विषये लेखः अस्ति, लेखा अस्ति। हा, इदानीं भवती एव तत्र सङ्ख्या ददातु, सङ्ख्यां ददातु। तु अन्य निमेष महोदय के के सन्ति तत्र न जानामि भवती न द्रष्टुं शक्नोति वा अस्तु तत्र क्लोज़ करोमि अस्तु अस्तु अस्तु अस्तु उषा भगिनी अस्तु संख्या अस्ति त्रयोविंशतिः संख्या अस्ति त्रयोविंशतिः त्रयोविंशतिः अस्तु भगिनि त्रयोविंशतितमे पुटे न महोदय किमपि सरलवाक्यं वदतु त्रयोविंशतितमे पुटे विभक्ति रूपाणि विभक्तेः रूपाणि दत्तानि सन्ति हा इदानीं भवती एव तत्र ददातु लक्ष्मीभगिन्यां कृते नवत्रिंशत् अस्तु भगिनि नवत्रिंशत्तमे पुटे चित्राणि सन्ति समीचीनम् इदानीं भवती एव पृच्छतु नवत्रिंशत् इदानीं संख्या ददातु अपि कः अथवा का उत्तरं दातव्यम् इति तदपि वदतु कया उत्तरं दातव्यम् इति वदतु अथवा केन अष्टषष्टिः अस्तु इदानीं तत्र किन्तु कः अथवा का ललिता भगिनी वद ललिता भगिनी अस्तु ललिता भगिनी अष्टषष्टिः अष्टषष्ट्यां दिनाङ्के दिनाङ्के इति तत्र लिङ्गं किम् ओ दिनाङ्के न अष्टके अष्टषष्ट्यां तिथ्याम् अष्टषष्ट्यां तिथ्यां ओ नो अष्टषष्ट्यां तिथ्यां तु तत्र तदपि भवति न अष्टषष्ट्यां पुटे अष्टषष्टि अष्ट तत्र अष्टषष्टिः इति अस्ति षष्टि तत्र पूर्णप्रत्ययरूपं किं भवति षष्टिः इति षष्टितमः हा षष्टितमः षष्टितमः अष्टषष्टितमः तमे पुटे अहं पठितवती तस्मिन् पुटे अहम् एतं विषयं पठितवती एतं विषयं पठितवती तस्मिन् पुटे अहम् अथवा एतं विषयं दृष्टवती हा अस्तु समीचीनं भगिनि इदानीं भवती तत्र संख्या का इति वदतु अपि तत्र कः अथवा का वदति तदपि हा तत्र शुभदा भगिनी अस्ति शुभदा भगिनी शुभदा भगिनी 99 भगिनी धन्यवादः नवनवतितमे पुटे उत्तराणि दत्तानि सन्ति हा समीचीनं आवश्यकमस्ति भगिनि तत्र उपयोगमस्ति एतदेव तत्र सर्वे छात्राः पृच्छन्ति कस्मिन् पुटे उत्तराणि सन्ति तत्र प्रश्नः मास्तु किन्तु उत्तरं कुत्र अस्ति प्रथमं प्रश्नम् सत्यम् अस्तु शुभदा भगिनी भवती एव तत्र एतावत् तत्र वंशीसुधा भगिनी न उक्तवती मधुसूदन् महोदय न उक्तवान् अपि तत्र नरेश् महोदय प्रिया भगिनी उक्तवती वा न प्रिया भगिनी उक्तवती वा उक्तवती प्रिया भगिनी उक्तवती हा अस्तु मधु महोदय नवचत्वारिंशत् नवचत्वारिंशत् इति संख्या नवचत्वारिंशत् नवचत्वारिंशत् समे पुटे नवचत्वारिंशत्तमपुटे गणपतिचित्रम् अस्ति। हा समीचीनं महोदय, उत्तमं। हा अस्तु, इदानीं तत्र भवान् एव तत्र सङ्ख्या का इति वदतु। तत्र एतावत् तत्र वेदा भगिनी अपि न उक्तवती इति मन्ये, नरेश् महोदय अपि न उक्तवान्, अपि वंशीसुधा भगिनी न उक्तवती। चतुश्चत्वारिंशत् वंशीसुधा भगिनी। आम् आं धन्यवादः महोदय। चतुश्चत्वारिंशत्तमे पुटे अस्माकम् अभ्यासः अस्माकम् अभ्यासः प्रचलति। समीचीनं वा? अस्ति अस्ति अथवा वर्तते, अस्ति अथवा वर्तते, वर्तते वर्तते वर्तते चत्वारिंशत्तमे पुटे अस्तु। अस्तु, अधुना तु वेदा अस्ति, वेदा भगिनी अस्ति, अपि नरेश् महोदय अस्ति। वेदा भगिनीं पृच्छामि महोदय। एकसप्ततिः, एकसप्ततिः वा? एकसप्ततितमे पुटे मम पुत्र्याः, पुत्र्याः वा, इदं किं वदामि, पुत्री पुत्र्याः भवती वदतु। षष्ठी किमस्ति पुत्री पदस्य? पुत्री नदीवत्, नदीवत् पुत्र्याः, पुत्र्याः मम पुत्र्याः नाम अस्ति तत्र। अस्तु समीचीनम्, पूर्णप्रत्ययान्तः अस्ति भगिनी। अस्तु वेदा भगिनी, अस्तु इदानीं वेदानि भगिनी भवती एव तत्र नरेश् महोदयं पृच्छतु। हा नरेश् महोदय, षष्टितमे उत्तरं मास्तु, उत्तरं मास्तु, प्रश्नः प्रश्नः एव। सप्तति सप्तति सप्तति सप्तति सप्ततिः सप्ततिः सप्ततितमे पुटे किम् अस्ति अहं न जानामि। हा इति समीचीनम्, अस्तु समीचीनम्। इदानीं तत्र इदानीम् एतादृशम् अन्यम्, एतादृशम् अन्यम् अभ्यासः अपि, अन्यम् अभ्यासमपि कुर्मः तत्र। इदानीं तत्र प्रायशः एतस्य पुटस्य आवश्यकता भवति प्रायशः, किन्तु पूर्वं तत्र अनुक्रमणिका इति अस्ति खलु पुस्तकस्य प्रथम। क्षम्यताम्, एकः प्रश्नः, तत्र तु नवदशः पर्यन्तं तु तम इति न योजनीयं किल, नवदशपुटे एव वदामि वा? सत्यं भगिनि, न न इति एव वार्ता, सत्यं भगिनि। अतः तत्र नवदशे, नवदशे पुटे इति एव भवति रूपम्। ओ तम इति न भवति, तम इति न भवति। तत्र अस्तु नवदश, नवदशे पुटे इति एव अस्ति। अस्तु इदानीं तत्र अनुक्रमणिका इति पश्यामः। तत्रमपि सहस्रतमः एव वर्तते एव महोदय। किं भगिनि? सहस्रं तत्रापि तमः एव, तमे एव। किन्तु तत्र विकल्पः अपि अस्ति, किन्तु इदानीं मास्तु, इदानीं तत्र एकमेव रूपमस्ति चेत् सुलभमस्ति तत्र स्थापितुम्। अतः अस्तु इदानीं तत्र अनुक्रमणिका इति पश्यामः। तत्र अनुक्रमणिका तत्र कस्मिन् पुटे इति प्रश्नः अस्ति चेत् तत्र प्रायशः उत्तरं नास्ति, यतोहि तत्र प्रथमपुटः इति, प्रथमे पुटे तत्र किं प्रथमः अध्यायः अस्ति, प्रथमपुटात् पूर्वं, प्रथमात् पुटात्, पुटात् पूर्वं, पूर्वं प्रथमात्। समीचीनं भगिनि, प्रथमात् पुटात् पूर्वम् अनुक्रमणिका अस्ति। इदानीं तत्र प्रश्नः अस्ति, प्रथमः अध्यायः तत्र कस्मात् आरभ्य, तत्र प्रथमः प्रथमतः पुटतः आरभ्य कुत्रतः, तत्र अष्टमं पुटं, सप्तमं पटं पुटं पर्यन्तं अस्ति प्रथमः अध्यायः। इदानीं तत्र, इदानीं तत्र वंशीसुधा भगिनी, द्वितीयः अभ्यासः तत्र कुतः आरभ्य कियत्पर्यन्तम् अस्ति? एकनिमिषः, सप्तममिति सप्तमः, सप्तम, द्वितीयपाठः किल द्वितीयपाठः किल द्वितीयपाठम् अष्टम अष्टम अष्टमः अष्टमे पुटे अष्टमे पुटे आरभ्य आरभ्य तत्र ततः ततः इति अतः तत्र ओ अस्तु ओ अस्तु क्षम्यतां महोदय अष्टमात् इति भवति वा हा अष्टम अष्टमात् सत्यं भगिनि अष्टमः अष्टमः इति अकारान्तपदं तस्य पञ्चमी द्वादशात् पर्यन्तं द्वादश द्वादशं द्वादशं पुटं पर्यन्तम् द्वितीयविभक्ति अष्टमात् पुटात् आरभ्य द्वादशं पुटं पर्यन्तं द्वितीय अभ्यासः द्वितीयपाठः भवति द्वितीयपाठः भवति समीचीनं भगिनि हा अस्तु इदानीं तत्र गीताञ्जलि भगिनि तृतीयपाठः अस्तु महोदय त्रयोदशमात् पुटा इदानीमेव उक्तं तत्र किम् एकादशः इति एव रूपम् अस्ति न तु तम इति अतः हा हा त्रयोदश दशमात् न न न किं महोदय तत्र वनम् इति तत्र प्रथमम् इति अस्ति द्वितीयम् इति अस्ति खलु भगिनि तत्र नपुंसकलिङ्गे खलु इदानीं हा नपुंसकलिङ्गे इत्युक्ते पञ्चमी विभक्ति अस्ति चेत् अस्तु तत्र वनम् अस्ति वनम् इति पदस्य वनम् इति अकारान्तपदं वा नपुंसकलिङ्गपदं हा वनम् अकारान्त अस्ति अस्तु इदानीं तत्र पञ्चमी तस्य पञ्चमी विभक्ति का वनात् वनात् इदानीं तत्र इदानीं दशं दशात् त्रयोदशात् क्षम्यतां महोदय हा समीचीनं भगिनि इदानीं हा त्रयोदशात् पुटात् दशात् पुटात् आरभ्य सप्तदशं पर्यन्तं हा सप्तदशं पुटं पर्यन्तं सप्तदशं पुटं पर्यन्तम् अस्ति समीचीनं भगिनि हा अस्तु इदानीं ललिता भगिनी एकः प्रश्नः अस्ति अत्र तु नपुंसकलिङ्गे अस्ति त्रयोदशं त्रयोदशात् सम्यक् अस्ति परन्तु यदि पुल्लिङ्गे अस्ति त्रयोदशः अकारान्तपदम् अस्ति महोदय अकारान्तपदमेव तत्रापि त्रयोदशात् समानं त्रयोदशात् एव महोदय अकारान्तपदमिव देवः इव देवात् यद्यपि दशः अस्ति तथापि दशात् अस्ति सत्यं महोदय सत्यं सत्यं तत्र प्रथमाविभक्तिरूपं दत्तम् इति चिन्तयतु अतः अकारान्तपदम् इव अस्तु उत्तमः प्रश्नः महोदय अतः तत्र अकारान्तपदम् इति चिन्तनीयम् अस्तु ललिता भगिनि इदानीं तत्र चतुर्थः पाठः चतुर्थः पाठः किं वदनीयं किमपि कुतः आरभ्य चतुर्थः पाठः कुतः आरभ्य चतुर्थात् चतुर्थः पाठः चतुर्थात् पाठात् न न भगिनि चतुर्थः पाठः अस्ति चतुर्थः पाठः कस्मिन् पुटे तस्य आरम्भः भवति तत्र अनुक्रमणिका पश्यतु अनुक्रमणिका पश्यन्ती अस्ति वा इदानीं पुस्तकस्य कस्मिन् पुटे आदौ एव अस्ति खलु भगिनि प्रथम अध्यायस्य प्रथमपाठस्य प्रथमपाठः अस्ति खलु तस्मात् प्राक् तस्मात् पूर्वमेव अस्ति तत्र अनुक्रमणिका टेबल् आफ् कण्टेण्ट्स् इति अष्टात् पुटात् हा अष्टात् पुटात् सत्यं भगिनि अष्टात् पुटात् अनुक्रमणिका अस्ति इदानीं तत्र पश्यतु चतुर्थः पाठः कुत्र आरभ्यते चतुर्थः पाठः हा किन्तु तत्र कस्मिन् पुटे तस्य आरम्भः भवति भगिनि ओके ओके अष्ट नव अष्ट एकादश अष्टादश अष्टादशः इदानीम् अष्टादशात् पुटात् अष्टादशात् पुटात् आरभ्य चतुर्थः पाठ चतुर्थं पाठम् आरभ्य न न चतुर्थः पाठः अष्टादशात् पुटात् आरभ्य कियत् पर्यन्तं ओके ओके चतुर्थः पाठः अष्टादशात् पुटात् आरभ्य पञ्चविंशति पञ्चविंशतितमे पुटे तु नूतनपाठः अस्ति चतुर्थः अत्र अतः चतुर्विंशतितमं पुटं पर्यन्तं हा भवति समीचीनं भगिनि हा चतुर्विंशतितमं पुटं पर्यन्तं भवति वर्तते पाठः वर्तते समीचीनम् इदानीम् अवगतं खलु अस्तु इदानीं तत्र शुभदा भगिनी अग्रिमम् अग्रिमं पञ्चमः पाठः पञ्चविंशतितमात् पुटात् आरभ्य एकत्रिंशत्तमं पुटं पर्यन्तं वर्तते समीचीनं हा अस्तु तत्र प्रिया भगिनी अहं पृष्टवान् वा भवती उक्तवती वा न महोदय अस्तु भगिनि अस्तु हा इदानीम् अग्रिमं करोतु भगिनि षष्ठः पाठः द्वित्रिंशतितमात् पुटात् आरभ्य षट्त्रिंशतितमं पुटं पर्यन्तम् अस्ति हा इति समीचीनं भगिनि हा अस्तु उत्तमम् अस्तु अग्रे लक्ष्मी भगिनि हा अस्तु महोदय सप्तमः पाठः सप्तत्रिंशत् पुटात् आरभ्य सप्तत्रिंशत्तमात् इति एव वदतु भगिनि इदानीं हा सप्तत्रिंशत्तमात् पुटात् आरभ्य अष्टचत्वारिंशत्तमं पुटं पर्यन्तम् अस्ति अस्ति इति समीचीनम् उषा भगिनी आं महोदय अष्टमः पाठः नवचत्वारिंशत्तमात् आरभ्य पञ्चविंशतितम चतुर्विंश 55 हा किन्तु तस्मिन् पुटे नूतनपाठः अस्ति चतुः इति वदामः महोदय चतुर्पञ्चाशत् इति प्राश चतुष्पञ्चाशत् इति वदामः महोदय तत्र इति मन्ये चतुष्पञ्चाशत् पञ्चाशत् तमं पुटपर्यन्तं भवति हा इति अस्तु नरेश् महोदय उक्तवान् वा भवान् न महोदय हा भवान् वदतु महोदय इदानीं नवमः पाठः पञ्चपञ्चाशत्तमं तमात् पुटात् आरभ्य नवपञ्चाशतं पुटं पञ्चाशत्तमं पुटम् अस्ति पर्यन्तम् अस्ति पर्यन्तम् अस्ति समीचीनं महोदय अस्तु वेदभगिनी उक्तवती वा न महोदय वदतु भगिनि दशमः पाठः षष्टितमात् पुटात् आरभ्य कुत्र अष्ट अष्टषष्टितमपुट पर्यन्तं पुटम् अमं पुटं पर्यन्तम् अस्ति अस्ति इति समीचीनम् अस्तु. तत्र वंशी सुधा भगिनी अग्रे. महोदय तत्र षष्टिः इति स्त्रीलिङ्गशब्दः किल? न षष्टितमः, षष्टितमम् इति. ओ षष्टितमा, तत्र पुल्लिङ्गः भवति, नो चेत् षष्टिः इति स्त्रीलिङ्गशब्दः. तत् सत्यं, तत्र पुटम् अस्ति, अत्र षष्टितमं पुटम् इति. अस्तु अस्तु, सप्तमं वक्तव्यं तत्र. इदानीं तत्र द्वादशः इति, द्वादश ओ एकादशः, एकादश क्षम्यतां, हा एकादशः, सत्यं सत्यं. नव न एकादशः पाठः, एकादशः पाठः, नव षष्टि षष्टितम षष्टितमात् पुटात् पुटपर्यन्तं पुटपर्यन्तम् अस्तु. एकादशः पाठः नव षष्टि तमे पुटा नवषष्टितमात् पुटात् आरभ्य षड् सप्ततितमं षड् न षड् सप्ततितमं पुटं पर्यन्तं सप्ततितमं पुटं पर्यन्तम् अस्ति. अस्ति समीचीनं, समीचीनं भगिनि. अस्तु मधुमहोदय, भवान् उक्तवान् वा न खलु? क्षम्यतां महोदय, नवषष्टि दीर्घ अस्ति न तत्र, षष्टि नवषष्टि न दीर्घ नास्ति, ह्रस्वः अस्ति, षष्टितम इति अस्ति, नवषष्टितम. तत्र एकसप्ततितमे पुटे कोष्टकमस्ति खलु, तत्र तत्रैव षष्टितमम् इति. तत्र तु षष्ठी विभक्ति, तत्र तु दीर्घः अस्ति भगिनि, षष्ठी विभक्ति, तत्र तु महाप्राणटकारः अपि दीर्घः अस्ति. षष्ठी इत्यस्ति ह्रस्वटकारः अपि च ह्रस्व इकारः अस्ति. षष्ठी विभक्ति इति वदामः चेत् तत्र तु ठकारः महाप्राणटकारः अस्ति, दीर्घ इकारः अस्ति, अत्र तु ह्रस्वकारः ह्रस्वीकारः एव अस्ति. षष्टिः महोदय, अहं न शक्नोमि महोदय, मम समीपे पुस्तकं नास्ति. न महोदय, तत्र अस्तु, अहं अस्तु, तत्र केवलं तत्र इदानीं तत्र द्वादशः पाठः 77 इति अस्ति. 77 किं भवति? द्वादशः पाठः सप्तसप्ततितमात् पुटात् आरभ्य इदानीम् 84 अस्ति. 84 किमस्ति? चतुरशीतिः प्रायः अस्ति. अशीतिः पर्यन्तम् तमं पुटं पर्यन्तं अस्ति पाठः, अस्ति पाठः अस्ति इति. अस्तु, इदानीं तत्र अभ्यासः जातः, तत्र सर्वे तत्र तत्र पाठः इति तत्रापि विशेषणम् आसीत्, प्रथमः पाठः, द्वितीयः पाठः अपि, अतः तत्र वाक्ये तत्र पूर्णप्रत्ययान्तत्रयम् आसीत्, तत्र प्रथमा विभक्ति, पञ्चमी विभक्ति, द्वितीया विभक्ति, अतः तत्र समीचीनम्. इदानीं तत्र साक्षात् पाठं पठामः इदानीं तत्र. कथं वदनीयं? किं भगिनि? पुटं तु नपुंसकलिङ्गं, स्त्रीलिङ्गं कथा अस्ति चेत् यदि इत्युक्ते इत्युक्ते किं 71 कथा अस्ति चेत् एकसप्ततितमी कथा विशेषणमस्ति खलु, अतः तत्र स्त्रीलिङ्गरूपम् तस्य प्रयोगः भवति. कथा अपि च सप्तमी विभक्ति अस्ति चेत् एकसप्त तम्यां तम्यां नद्याम् इति तम्यां कथायाम् इति अस्तु अवगतं हा समीचीनं भगिनि हा तत्र आरम्भे एतदेव वयं कृतवन्तः किन्तु प्रायशः तत्र निमेषद्वयमेव एतत् कृतवन्तः तत्र आरम्भे तावत् अतः भवती तत्र न श्रुतवती इति मन्ये न न न केवलं तत्र एतादृशं कृतवन्तः किन्तु दीर्घतया न कृतवन्तः अस्तु अस्तु समीचीनम् अस्तु इदानीं तत्र साक्षात् पाठः अस्ति तत्र सुधा वसुधा अस्ति वंशी सुधा भगिनी भवती सुधा भवितुम् इच्छति वा वसुधा अथवा वसुधा भवति मम पुत्री भवतः इच्छा किम् अस्ति अस्तु भगिनि भवती सुधा भवतु तत्र मधु महोदय तत्र भवान् वसुधा भवतु एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च क्षम्यतां तत्र तु पाठस्य समीचीनमेव भगिनि अस्माकं तु विशिष्टा ये तत्र तु पाठस्य शीर्षिका अहं न पठितवती क्षम्यताम् अस्माकं तु विशिष्टा ये तत् अस्ति भगिनी किं कुर्वती अस्ति भवती मधुमहोदय मधुमहोदयस्य समीपे तु पुस्तकं नास्ति पुस्तकं नास्ति ओ क्षम्यतां महोदय अस्तु अस्तु अस्तु अस्तु क्षम्यतां महोदय तत्र हा अस्तु अतः तत्र अस्तु तर्हि तत्र शुभदा भगिनी भवति वा तत्र वसुधा महोदय हा अथवा एतत् कुर्मः तत्र एकम् तत्र सर्वे तत्र वाक्यद्वयं पठन्तु प्रायशः तत् समीचीनमेव भवति अतः तत्र वंशीसुधा भगिनी तत्र सुधा वसुधा तृतीयं पर्यन्तं पठतु भगिनि हा अस्तु महोदय अहम् एकां दिनदर्शिकां रचयन्ती अस्मि भोः अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु पुनः निर्माणं किमर्थम् हा इति समीचीनं भगिनि अस्तु इदानीम् अग्रे शुभदा भगिनि वसुधा एषा किञ्चित् भिन्ना अस्ति अस्यां सर्वे भारतीयाः उत्सवाः महापुरुषाणां जन्मतिथयः ऐतिहासिकमुहूर्ताश्च उल्लिखिताः सन्ति तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत् अग्रे अग्रे पठतु भगिनि तत्र अस्तु अस्तु पर्यन्तं पठतु भगिनि अतीव शोभनं भवती तत् दर्शयतु तावत् ततः पूर्वं भवत्याः परीक्षां करोमि भवती मम प्रश्नानाम् उत्तरं वदेत् अस्तु समीचीनं भगिनि धन्यवादः अस्तु गीताञ्जलि भगिनी अग्रे स्वातन्त्र्यदिनोत्सवः कदा भवति कः न जानाति भोः अगस्त मासस्य पञ्चदशे दिनाङ्के सुधे तर्हि गणेशोत्सवः कदा चतुर्थ्यां तिथौ इति जानामि किन्तु मासं न तु स्मरामि भवतु अहमेव वदामि भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः अस्तु कः तृतीयः प्रश्नः अग्रिमवाक्यमपि पठतु भगिनि तदनन्तरम् अन्यः पठति छत्रपतेः शिवराजस्य जन्म फागुन्मासस्य द्वितीयायां तिथौ तृतीयायां तिथौ हा इति समीचीनम् अस्तु अग्रे ललिता भगिनी एका शङ्का चतुर्थ्यां तिथौ अपि च चतुर्थ्यां तिथ्यां द्वयमपि साधु न हा सत्यं भगिनी यतोहि मतिशब्दवत् अस्ति रूपद्वयं समीचीनं अस्तु अस्तु ओके छत्रपतेः शिवराजस्य जन्म फाल्गुनमासस्य कृष्णपक्षे द्वितीयां तिथौ उत तृतीयां तिथौ प्रश्नः अस्ति तृतीयां तिथौ एव न तु द्वितीयां द्वितीयायां पुनः पुनः प्रथमतया पठतु भगिनि तत्र तृतीयायां तिथौ एव तृतीयां न तृतीयायां क्षम्यता तृतीयायां तिथौ एव न तु द्वितीयायां तिथौ समीचीनम् उत्तरम् उक्तवती भवती तर्हि एतद् वदतु वयं नवरात्रोत्सवं कदा आचरामः आश्वयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः तत्र अष्टमी तिथिः दुर्गाष्टमी इति नवमी तिथिः महानवमी इति दशमी तिथिः विजयदशमी इति च विख्याताः समीचीनं भगिनि धन्यवादः धन्यवादः भगिनि अस्तु अग्रे एषः पाठः समीचीनमस्ति पुनरेकवारं पुनरावर्तनं करणीयं मम गृहे सर्वेषां गृहकार्यं सत्यं भगिनि प्रिया भगिनि अग्रे किमर्थं दशमीं तिथिं विजयदशमीं वदन्ति दशम्यां तिथौ एव दुर्गादेवी महिषासुरं हतवती अतः देव्याः विजयकारणात् दशमीं तिथिं तथा वदामः एतावता भवती मां प्रश्नैः पीडितवती अहमपि किञ्चित् पृच्छामि पृच्छतु तावत् चैत्रमासस्य प्रथमायाः तिथे वैशिष्ट्यं किम् चैत्रमासस्य प्रथमायां तिथौ एव युगादिपर्व भवति अग्रिमवाक्यमपि पठतु भगिनि सखी आषाढमासस्य चतुर्दशायां तिथौ कोऽपि विशेषः अस्ति किम् इति समीचीनम् अस्तु अग्रे तत्र वेदा भगिनि महोदय वसुधा चतुर्दश्याः तिथेः विषये मम ज्ञानं नास्ति परन्तु आषाढमासस्य पूर्णिमायाम् एव व्यासजयन्ती इति जानामि गुरुपूर्णिमा इत्येव तस्याः प्रसिद्धिः अस्तु भगिनि भवती अपि दिनदर्शिकायाः निर्माणे साहाय्यं करोति किम् निश्चयेन करोमि वदतु मया किं करणीयं भवती एतानि पत्राणि गृह्णातु प्रथमे पत्रे उत्सवानाम् आवलिः अस्ति द्वितीये पत्रे महापुरुषाणां जन्मतिथयः लिखिताः सन्ति तृतीयं पत्रम् इदानीं न आवश्यकं तत् पार्श्वे स्थापयतु इति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय तथैव करोमि भवती प्रथमं पत्रं द्वितीयं पत्रं च दृष्ट्वा कस्यां तिथौ कस्मिन् दिनाङ्के च किं भवति इति सूचयतु अहं लिखामि अस्तु एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर जयन्ती भवति श्रावणमासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रीकृष्णजयन्ती भवति तस्मिन्नेव मासे पूर्णिमायां संस्कृतदिनम् अपि भवति भगिनी श्वः द्वादशः दिनाङ्कः खलु मम परीक्षाः आरप्स्यन्ते मया पठनीयम् अस्ति अतः गच्छामि किं भवतु भवती सम्यक् पठतु पुनः कदा आगमनं भवेत् भवत्याः षोडशे दिनाङ्के आगमिष्यामि यतः पञ्चदशं दिनाङ्कं यावत् मम परीक्षाः भविष्यन्ति अस्तु पुनर्मिलाम मिलाव समीचीनम् अस्तु धन्यवादः महोदय अस्तु इदानीं तत्र अवगमनं तु अस्ति खलु तत्र कथायां तत्र पाठे किम् अस्ति इति तत्र तावत् द्वितीया विभक्ति पञ्चमविभक्ति इति तत्सर्वं वयमेव कृतवन्तः अतः अस्तु वंशीसुध भगिनी वदतु भगिनि तत्र अन्तिमवाक्ये यतः पञ्चदशं दिनाङ्कं यावत् इति उक्तं तत्र पञ्च दशात् दिनात् तत्र द्वितीयविभक्ति किम् अस्ति तावत् पर्यन्तं भगिनि पर्यन्तं यावत् नाम तावत् पर्यन्तम् इति तावत् दिवाङ्कं पर्यन्तम् अस्तु हा अतः द्वितीयविभक्ति तत्र यदि पर्यन्तमपि उपयोगं कुर्मः यावत् द्वितीयविभक्ति यावत् इति एव हा तत्र तावत् पर्यन्तं तत्र पर्यन्तम् इति अर्थः तत्र यावत् नाम तावत् पर्यन्तम् यावत् नाम अण्टिल् इति अतः तत्र द्वितीयविभक्तिरूपम् अस्तु इदानीं तत्र एतत् वक्तुं शक्यते वा सार्धसप्तवादन सार्धसप्तवादनं यावत् अस्माकं कक्षा प्रचलति इति तत् तदपि सत्यं सत्यं भगिनि अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः तर्हि पाठम् इदानीं तत्र लक्ष्मी भगिनी आरम्भं करोति वा तत्र हा अस्तु महोदय भगिनी किं कुर्वती अस्ति भगिनी भवती अहम् एकां दिनदर्शिकां रचयति अस्मि रचयन्ति अस्मि तत्र कुर्वती इति किमस्ति तत्र कुर्वती शत्रन्द् हा शत्रन्त स्त्रीलिङ्गरूपं तत्र विशेषणं कस्य पदस्य विशेषणम् अस्ति कुर्वती अस्ति तत्र क्रियापदं किम् अस्ति तस्मिन् वाक्ये अस्ति अस्ति हा अपि कर्तृपदं भवति भवति भवति अस्ति इदानीं तत्र हा इदानीं तत्र विशेषणं किम् अस्ति भवति इति पदस्य विशेषणम् अस्ति वा कुर्वती अस्ति हा इति किमर्थं तत्र शत्रन्तरूपम् तत्र कार्यम् इदानीमपि तत्र प्रचलम् अस्ति खलु वर्तमानकाले तत्र कार्यं न समापितं खलु न समापितं हा तत्र अभवत् किन्तु समाप्तिं न अभवत् हा अतः तत्र इदानीमपि सा कुर्वती अस्ति अतः तत्र कुर्वच्छत्रन्तरूपं स्वीकृतमस्ति तत्र किं कुर्वती अस्ति भवति हा अग्रे अहम् एकां दिनदर्शिकां रचयन्ती अस्मि हा तत्र अस्मीति क्रियापदं कर्तृपदं कर्तृपदम् अहं इदानीं तत्र रचयन्ती अस्मि रचयन्ती अस्मि इति अस्ति रचयन्ती इति शत्रन्तरूपं शत्रन्तरूपं हा इदानीं तत्र अन्यत् पदमस्ति तत्र तस्मिन् वाक्ये एकां दिनदर्शिकां हा तत्र विभक्ति का द्वितीया द्वितीया हा कर्मपदं किन्तु क्रियापदं किम् कस्य कर्मपदमस्ति अस्मि इति न न अस्मि तु अकर्मकक्रियापदं खलु किन्तु शत्रन्तम् अस्ति चेत् तत्र क्रिया अस्ति वा क्रियापदम् अस्ति खलु तत्र न भगिनि तत्र अहं पठन् गच्छामि अथवा भवति कार्यं कुर्वती गच्छति तत्र क्रियापदद्वयमस्ति खलु करोति गच्छति अतः तत्र क्रिया अस्ति तत्र शत्रन्तरूपम् अत्र अस्ति तत्र क्रियापदं किम् अस्ति शत्रन्तरूपं वदतु शत्रन्तपदं किम् अस्ति अस्मिन् वाक्ये रचयन्ति तत्र किन्तु साक्षात् क्रियापदम् अस्ति चेत् रूपं किं रच रचयति रचयति क्रियापदं तस्य कर्मपदं भवति वा कर्तुं शक्नुमः वा किं रचयति इति प्रश्नं भवति प्रश्नः भवति खलु किं रचयति अतः तत्र रचयति इति सकर्मक हा सकर्मकक्रियापदम् अस्ति तस्य शत्रन्तरूपं तत्र अस्ति किन्तु अतः तत्र किम् एकां दिनदर्शिकाम् इति एका दिनदर्शिकाम् एकां दिनदर्शिकां किं भवति कर्मपदं भवति रचयन्ति इति क्रियापदस्य तत् साक्षात् क्रियापदं नास्ति शत्रन्तरूपम् अस्ति किन्तु क्रिया सूचयति अस्तु समीचीनम् अग्रे भोः भोः अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु पुनः निर्माणं किमर्थम् अतः कः अत्र विपण्यां विविधाः दिनदर्शिकाः लभन्ते लभ्यन्ते लभ्यन्ते लभ्यन्ते लभ्यते लभ्येते लभ्यन्ते तत्र लभते इति नास्ति तत्र लभ्यन्ते इति किन्तु तत्र तत्र तत्र वयं पश्यामः तत्र किं तत्र विपण्याम् अनेकाः तत्र दिनदर्शिकाः अनेकाः दिनदर्शिकाः सन्ति इति पश्यामः तत्र सन्ति अतः किमर्थं भवति किमर्थं भवति पुनः निर्माणं करोति हा कस्य निर्माणम् अथवा कस्याः निर्माणं करोति निर्माणं हा दिनदर्शिकायाः निर्माणं किमर्थं भवति करोति इति प्रश्नः समीचीनं भगिनि हा अस्तु अग्रे उषा भगिनि महोदय एषा किञ्चित् भिन्ना अस्ति एषा का एषा नाम किम् एषा इत्युक्ते दिन दिनदर्शिका हा एषा मम दिनदर्शिका किञ्चित् भिन्ना अस्ति हा भिन्ना इति किं भवति तत्र अव्ययम् अस्ति वा महोदय न न भिन्ना इति अस्ति भिन्नः भिन्ना भिन्नं भिन्ना स्त्रीलिङ्गे अस्ति महोदय एषा किमर्थम् एषा दिनदर्शिका स्त्रीलिङ्गे अस्ति इति कृत्वा एषा इति अस्ति भिन्ना अपि अस्ति विशेषणम् त्रिषु लिङ्गेषु भवति वा महोदय सत्यं हा विशेषणम् अतः भिन्नः भिन्ना भिन्नं भिन्ना अस्ति अस्यां सर्वे भिन्ना नाम तादृशं यत् लभते तादृशं नास्ति हा एषा भिन्ना अस्ति परिवर्तनमस्ति तत्र महोदय परिवर्तितम् अस्ति तत्र तादृशी नास्ति एषा दिनदर्शिका तस्याः दिनदर्शिका भिन्ना अस्ति अस्यां सर्वे भारतीयाः अस्यां तत्र दिनदर्शिका इति पदस्य विभक्ति स्थापयतु सप्तमी विभक्ति महोदय अतः तत्र दिनदर्शिका इति पदस्य अपि दिनदर्शिकायां हा अस्यां दिनदर्शिकायां सर्वे भारतीयाः उत्सवाः उत्सवाः इत्युक्ते दीपावली दशरा इति महापुरुषाणां जन्मतिथयः इत्युक्ते गान्धिजयन्ती तत्र जन्मतिथयः इति वचनं किं तत्र जन्मतिथयः तिथिः तिथि श्रीलिङ्ग् तिथिः इति मतिः शब्दवत् अस्ति वा महोदय सत्यं सत्यं हा अति अतः तत्र मतिः मतिः मतयः मतयः तिथिः तिथि तितयः जन्मतिथयः अपि च ऐतिहासिकमुहूर्ताश्च उल्लिखिताः सन्ति हा तत्र उल्लिखित मुहूर्ताश्च इत्युक्ते मुहूर्ताः च मुहूर्ताः विसर्गः अस्ति तदनन्तरं चकारः तत्र शकारः भवति तत्र हा अतः तत्र ऐतिहासिकमुहूर्ताः यस्मिन् सन्दर्भे तत्र ऐतिहासिकः ऐतिहासिका घटना अभवत् स्वातन्त्र्यदिनं हा स्वातन्त्र्यदिनं तादृशं तादृशं हा यस्मिन् सन्दर्भे अभवत् तदपि तत्र उल्लिखितम् अस्ति नाम तत्र मुहूर्ताश्च इति दत्तं महोदय मुहूर्तः कस्मिन् दिने इति तत्र केवलं तत्र सर्वदा तस्मिन् दिने इति अस्ति चेत् तत्र रुचिकरं न भवति खलु अतः तत्र मुहूर्तः इति मुहूर्ताश्च उल्लिखिताः सन्ति हा अतः तत्र उल्लिखिताः के अथवा काः उल्लिखिताः सन्ति ऐतिहासिकमुहूर्ताश्च इत्युक्ते महापुरुषाणां जन्मतिथयः भारतीयाः उत्सवाः अपि च ऐतिहासिकमुहूर्ताश्च सर्वे तत्र ते सर्वे अथवा ते सर्वाः उल्लिखिताः सन्ति बहुवचने हा बहुवचने अस्ति हा तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत् तेन इत्युक्ते पूर्वं तत्र पूर्वं यदास्ति तत्र उल्लिखितम् उल्लिखितम् अस्ति तत्र एतत् सर्वम् उल्लिखिताः अस्ति इति तत्र अतः तत्र एते विषयाः तत्र दिनदर्शिकायां सन्ति इति कृत्वा तेन तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत् सम्यक् सम्यक् भवति राष्ट्रस्य विषये तत्र ज्ञानस्य वर्धनं भवति सुकरं भवति समीचीनं हा अग्रे अतीव सुधा अतीव शोभनं भवती तत् दर्शयतु तावत् हा तत्र तत् दर्शयतु इति स्थाने तां दर्शयतु इति अपि वक्तुं शक्नुमः तां दिनदर्शिकां दर्शयतु अहं पश्यामि इति वसुधा ततः पूर्वं भवत्याः परीक्षां करोमि भवती मम प्रश्नानाम् उत्तरं वदेत् अस्तु तत्र वदेत् इति किम् अस्ति वदेत् इति विधिर्लिङ्ग् अस्ति महोदय विधिलिङ्ग् अस्ति सत्यं भगिनि हा समीचीनं हा ततः पूर्वं भवत्याः परीक्षां भवत्याः षष्टिविभक्ति अस्ति पूर्वम् इति भवत्याः परीक्षां करोमि तत्र भवत्याः इति षष्टि पूर्वम् इति अस्ति ततः पूर्वं तत्र ततः इति पञ्चम्यर्थे ततः पूर्वं भवत्याः परीक्षां करोमि भवती मम प्रश्नानां उत्तरं वदेत् वदेत् हा वदेत् इति दर्शयामि इति हा इति समीचीनं भगिनि अस्तु हा अस्तु इदानीम् अग्रे तत्र वंशीसुधा भगिनी अग्रे पठति वा आं महोदय पठामि स्वातन्त्र्यदिनोत्सवः कदा भवति स्वातन्त्र्यदिनोत्सवः इति प्रथमविभक्तौ अस्ति कदा भवति कः न जानाति भो अगस्तमासस्य पञ्चदशः दिनाङ्के पञ्चदशे दिनाङ्के पञ्चदशे दिनाङ्के तत्र तु विसर्गः पृथक् कृत्वा अहम् उक्तवती अस्तु भगिनि पञ्चदशः दिनाङ्के यतोहि अस्माकम् अभ्यासः तत्रैव भवति अस्तु अस्तु भगिनि पञ्चदश पञ्चदशः दिनाङ्के इति भवति तत्र तु आगस्ट् मासस्य पञ्चदशे नो क्षम्यतां तत्र तु सप्तमी विभक्तौ अस्ति पञ्चदशः नास्ति तत्र तु पञ्चदशो इति भवति यदि विसर्गः अस्ति चेत् पञ्चदशे तु सप्तमी विभक्तौ अस्ति पञ्चमे दिशे दिनाङ्के अस्ति शुभे तर्हि गणेशोत्सवः कथा तत्र शुभे इति सम्बोधना विभक्तौ अस्ति सम्बोधना प्रथमा अस्ति तर्हि गणेशोत्सवः कथा इति पृच्छति भवति चतुर्थ्यां तिथौ इति जानामि किन्तु मासं तु न स्मरामि चतुर्थ्याम् इति तु सप्तमी अस्ति तिथौ अपि सप्तमी अस्ति इति जानामि तत्र प्रथमाविभक्तिरूपं वदतु किमस्ति चतुर्थी इति अस्ति महोदय दीर्घैकारः अस्ति चतुर्थी दीर्घैकारः किल महोदय चतुर्थी इति भवति तत्र दीर्घैकारः तितिः इति तत्र ह्रस्वैकारः ह्रस्वैकारः समीचीनं किन्तु द्वयमपि स्त्रीलिङ्गमेव सत्यम् परन्तु परन्तु तिथौ इति भवति चतुर्थ्याम् इति भवति यतोहि तत्र दीर्घैकारः अस्ति किन्तु मासं तु न स्मरामि तत्र तु स्मृधातुतः स्मरामि इति लट्लकाररूपं प्रथमपुरुषे एकवचनमस्ति कर्मपदमस्ति सकर्मकः धातुः अस्ति अतः मासम् इति द्वितीया विभक्तौ अस्ति किन्तु मासं तु न स्मरामि इति सा उक्तवती अग्रे पठामि वा महोदय भवतु अहमेव वदामि भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः भवतु अहमेव वदामि इति उक्तवती सुधा भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ शुक्लपक्षे इति अपि सप्तमी अस्ति चतुर्थी चतुर्थी अपि अस्ति. चतुर्थी इति तत्रापि सप्तम्याम् अस्ति. तिथौ अपि सप्तम्याम् अस्ति. गणेशोत्सवः इति शब्दः अस्ति महोदय. अस्तु, कः तृतीयः प्रश्नः? छत्रपतेः शिवराजस्य जन्म फाल्गुणमासस्य द्वितीयायां तिथौ उत तृतीयायां तिथौ इति पृष्टवती. छत्रपति इति शब्दः अस्ति. छत्रपतेः इति षष्ठी विभक्ति अस्ति. छत्रपतेः शिवराजस्य इति विशेषणमस्ति. तत्र शिवराजस्य विशेषणमस्ति वा तत्र छत्रपते इति? सत्यं, छत्रपतिः छत्रपति. हा, छत्रपतेः शिवराज तत्र विशेषणविशेषः. सत्यं भगिनि. जन्म फल्गुणमासस्य द्वितीयायां, फल्गुणमासः इति पुल्लिङ्गशब्दः अस्ति, तत्र षष्ठी भवति. द्वितीया इति स्त्रीलिङ्गशब्दः अस्ति, तस्य षष्ठी तत्र न सप्तमी विभक्तौ अस्ति. द्वितीयायां तिथौ, तत्र तु तिथि इति स्त्रीलिङ्गशब्दः, तस्य विशेषणमस्ति द्वितीयायाम् इति. अतः विशेषणविशेषभावस्य कारणात् द्वयोः एकः विभक्ति एव वक्तव्यम्. अतः द्वितीयायां तिथौ उत तृतीयायां तिथौ इति तदपि तृतीया प्रश्नः. तृतीया अपि च तिथि इति अस्ति. समीचीनं, सप्तमी समीचीनं भगिनि. अस्तु, धन्यवादः. अस्तु, अग्रे प्रिया भगिनि. आं महोदय. तृतीयायां तिथौ एव न तु द्वितीयायां तिथौ इति उत्तरं सुधा सुधा उत्तरं ददाति. अत्रापि विशेषविशेषणभावः अस्ति. समीचीनम् उत्तरम् उक्तवती भवती. तर्हि एतद् वदतु, वयं नवरात्रौत्सवं कदा आचरामः? अत्र उक्तवती इति तवतु प्रत्यय. आचरामः इति लट्लकारस्य उत्तमपुरुषस्य बहुवचनरूपम् इति अस्ति. सत्यं, किमपि पूर्णप्रतिविषये किमपि नास्ति, किमपि नास्ति. सत्यम्. अस्तु, अग्रे सरामः. आश्वयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावद् नवरात्रम् आचरामः. अत्र तिथेः इति पञ्चमी विभक्ति अस्ति. किमर्थं चेत् आरभ्य इति अस्ति चेत् तस्य पूर्वं पञ्चमी वा षष्ठी वा भवितुमर्हति. तस्मात् ततः आरभ्य इति पञ्चमी. पञ्चमी एव, ततः प्रथमायाः तिथेः द्वौ अपि पञ्चमी रूपं विभक्त्यां रूपमेव. नवमीं तिथिं यावद् अत्र द्वितीया विभक्ति अस्ति. नवमीं तिथिं यावद् नवरात्रम् आचरामः इति. समीचीनम्. अतः तत्र तत्र प्रथमतया तत्र कस्मिन् मास तत्र शुक्लपक्षे इति दत्तम्. आश्वयुजमासस्य शुक्लपक्षे इति तत्र कालं निर्दिष्टमस्ति. तदनन्तरं तस्मिन् शुक्लपक्षे या तत्र कुतः आरभ्य अपि यावत् पर्यन्तम् इति निर्दिष्टं, तदपि दर्शितमस्ति. हा, अस्तु, क्षम्यतां महोदय, तत्रैव मम प्रश्नः. कुत्र यावद् इति उपयोगं कुर्मः, कुत्र तावद् इति वदामः? तत्र किञ्चित् भ्रमः अस्ति महोदय. अस्तु भगिनि, तत्र प्रायशः इदानीं तत्र उत्तरं न दातुं शक्नोमि, किन्तु चिन्तयित्वा वदामि भगिनि. हा, उत्तमप्रश्नः. पश्यतु, प्रथमपुटे तु अतीवशोभनं भवति, तत् दर्शयतु तावत् इति उक्तवती. हा, तत् तत्र तावत् इति तत्तु भिन्नं भगिनि. तत्र तावत् नाम दर्शयतु, तत्र किमर्थं पूर्वमेव न दर्शितव्य? दर्शतु, दर्शयतु इति, तत्र तावत् दर्शयतु, तत्र भिन्नः अस्ति. भिन्नः भिन्नः. हा, न तत्र तावत् तावत् इत्युक् अत्र यावत् तावत् इव नास्ति तत्र. हा, तत्र तर्हि दर्शयतु. तत्र किमर्थं तत्र विलम्बः भवति दर्शयतु इति. अस्तु, परन्तु अत्र तु यावत् इति उक्तं, तावत् किमर्थं न उक्तं? यतोहि अस्तु अस्तु अस्तु, दृष्ट्वा वदामि भगिनि. अस्तु अस्तु. हा, प्रिया भगिनि, तत्र एकमेव तत्र वाक्यमस्ति, तत् वदतु भगिनि तत्र. हा, तत्र अष्टमी तिथिः दुर्गाष्टमी इति, नवमी तिथिः महानवमी इति, दशमी तिथिः विजयदशमी इति च विख्याता. अत्र अष्टमी तिथिः इति विशेषणविशेष्यं प्रथमविभक्तौ अस्ति. नवमी तिथिः अपि दशमी तिथिः अपि प्रथमविभक्त्यौ स्त्रीलिङ्गपदमेव विशेषणविशेष्यभावम् हा समीचीनम्. इदानीं तत्र विख्याताः इति पदस्य लिङ्गं किं तत्र? विख्याताः विख्याताः इति अहं चिन्तयामि विख्याता इति पदमस्ति बहुवचनरूपम्. हा समीचीनं, यतोहि तिथिः तितयः विख्याताः इति, तत्र तिथिः विख्याता किन्तु अत्र तिस्रः तितयः सन्ति, अतः तिस्रः तितयः विख्याताः खलु. तत्र अष्टमी नवमी दशमी तितयः इति, अतः तत्र तिस्रः विख्याताः तितयः सन्ति तत्र. अस्तु तर्हि समीचीनम्. अग्रे तत्र अग्रिमे वर्गे अग्रे सरामः. इदानीं तत्र लक्ष्मी भगिनी तत्र अन्ते वदति वा भगिनी तत्र शान्तिमन्त्रम्? हा अस्तु महोदय. हा सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरिः ओम्. नमस्कारः. धन्यवादः धन्यवादः. नमस्कारः, समीचीनमस्ति. धन्यवादः. अग्रिमे वर्गे मिलामः. धन्यवादः धन्यवादः.